ध्वनिः श्रूयते वा? आम् आम् करोतु. ॐ श्री परमात्मने नमः. भगवद्गीता ध्यानश्लोकाः. ॐ श्री परमात्मने नमः. अथ ध्यानश्लोकाः. ॐ नमस्तायं भगवता नारायणेन स्वयम्. ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्. व्यासेन्द्रतां पुराणमुनिना मध्ये महाभारतम्. व्यासेन गृहीतां पुराणमुनिना मध्ये महाभारतम्. अद्वैतामृतवर्षिणीं भगवती अष्टादशाध्यायिनी. अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम्. अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणी. नमोस्तुते व्यासविशालबुद्धे. नमोस्तुते व्यासविशालबुद्धे पुल्लारविन्दाय तपत्रनेत्र. येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः. प्रपन्नपारिजाताय स्तोत्रवेत्रैकपाणये. ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः. वसुदेवसुतं देवं कंसचाणूरमर्दनम्. देवकी परमानन्दं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्. भीष्मद्रोणतटा जयद्रथ जला गान्तार नीलोत्पला. शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला. शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला. अश्वत्थाम विकर्ण घोर मकरा दुर्योधना वर्तिनी. सोत्तीर्ण खल पांडवै रणनदी कैवर्तकः केशवः. सोत्तीर्ण खलु पांडवै रणवदी कैवर्तकेशवः. पाराशर्यवच सरोज ममलं गीतार्थ गन्धोत्कटम्. नानाकेसरं हरिकथा हरिकथा सम्बोधिनाबोधिकम्. नानाज्ञानकेसरं हरिकथा सम्बोधनाबोधितम्. लोके सज्जनैरीपीयमानाः. लोके सज्जन षड्पदैरहः पेपीयमानस्मुदा. భూయాద్ భారద పంకజం కలిలమలం ప్రధ్వంసిన శ్రేయసే. మూకం కరోతి వాచాలం పంగుం లంఘయతే గిరిం. యత్కృపాతమహం వందే పరమానందమాధవం. శాంతాకారం భుజగశయనం పద్మనాభం సురేశం. విశ్వాధారం గగనసదృశం మేఘవర్ణం శుభాంగం. విశ్వాధారం గగనసదృశం మేఘవర్ణం శుభాంగం. లక్ష్మీకాంతం కమలనయనం యోగివిధ్యానగమ్యం. వందే విష్ణుం భవభయహరం సర్వలోకైకనాథం. యం బ్రహ్మా వరుణేంద్ర రుద్ర మరుతః స్తున్వంతి దివ్యై స్తవైః. వేదై సాంగ పదక్రమోపనిషదై గాయంతి యం తామగాః. వేదై సాంగమ పదక్రమోపనిషదై గాయంతి యం సామగాః. ధ్యానావస్థిత తద్గతేన మనసా పశ్యంతి యం యోగినః. యస్యాంతం న విదు సురాసురగణాం దేవాయ తస్మై నమః. అథ గీతా మాహాత్మ్యం. అథ గీతా మాహాత్మ్యం. గీతా శాస్త్రమిదం పుణ్యం యః పఠేత్ ప్రయతః పుమాన్. గీతా శాస్త్రమిదం పుణ్యం యః పఠేత్ ప్రయతః పుమాన్. విష్ణోః పదమవాప్నోతి భయశోక వివర్జితః. విష్ణోః పదమవాప్నోతి భయశోకాదివర్జితః. గీతాధ్యయనశీలస్య ప్రాణాయామ పరస్య చ. గీతాధ్యయనశీలస్య ప్రాణాయామ పరస్య చ. నైవ సంతి హి పాపాని పూర్వజన్మ కృతాని చ. నైవ సంతి హి పాపాని పూర్వజన్మ కృతాని చ. మల నిర్మోచనం పుంసాం జలస్నానం దినే దినే. మల నిర్మోచనం పుంసాం జలస్నానం దినే దినే. సకృద్గీతాంభసి స్నానం సంసారమలనాశనం. సకృద్గీతాంభసి స్నానం సంసారమలనాశనం. గీతాసు గీతా కర్తవ్యా కిమన్యైః శాస్త్రవిస్తరైః. గీతాసు గీతా కర్తవ్యా కిమన్యైః శాస్త్రవిస్తరైః. యా స్వయం పద్మనాభస్య ముఖపద్మాద్వినిసృతా. యా స్వయం పద్మనాభస్య ముఖపద్మాద్వినిసృతా. భారతామృత సర్వస్వం విష్ణోర్వక్త్రాద్వినిసృతం. భారతామృత సర్వస్వం విష్ణోర్వక్త్రాద్వినిసృతం. గీతా గంగోదకం పీత్వా पुनर्जन्मन विद्यते गीता गंगोदकं पीत्वा पुनर्जन्मन विद्यते सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः सर्वोनिषदो गावो दुग्धा गोपालनन्दनः पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् पार्थो वत्सलः सुधीर्भोक्ता दुग्धं गीतामृतं महत् एकं शास्त्रं देवकी पुत्रगीतं एको देवो देवकी पुत्र एव एकं शास्त्रं देवकी पुत्रगीतं एको देवो देवकी पुत्र एव एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा एको मन्त्रस्तस्य नामानि यानि कर्माणि प्येकं तस्य देवस्य सेवा ॐ श्रीपरमात्मने नमः अथ श्रीमद्भगवद्गीता अथ चतुर्दशोऽध्यायः गुणत्रयविभागयोगः ॐ श्रीपरमात्मने नमः अथ चतुर्दशोऽध्यायः गुणत्रयविभागयोगो नाम श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् यज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः यज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः सर्गेऽपि नोपजायन्ते प्रलयेन व्यथन्ति च सर्गेऽपि नोपजायन्ते प्रलयेन व्यथन्ति च मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् संभव सर्वभूतानां ततो भवति भारत संभव सर्वभूतानां ततो भवति भारत सर्वयोनिषु कौन्तेय मूर्तय संभवन्ति याः सर्वयोनिषु कौन्तेय मूर्तय संभवन्ति याः तासां ब्रह्म महद्योनिः अहं बीजप्रदप्पिता तासां ब्रह्म महद्योनिः अहं बीजप्रदप्पिता सत्त्वं रजस्तम इति गुणा प्रकृतिसंभवाः सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः निबध्नन्ति महाबाहो देहे देहिनमव्ययम् निबध्नन्ति महाबाहो देहे देहिनमव्ययम् तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ। रजोरागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्। रजोरागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्। तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्। तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्। तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्। तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्। प्रमादालस्य निद्राभिः तन्निबध्नाति भारत। प्रमादालस्य निद्राभिः तन्निबध्नाति भारत। सत्त्वं सुखे सञ्जयति रजः कर्मा कर्मणि भारत। सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत। ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत। ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत। रजस्तमश्चाभिभूय सत्त्वं भवति भारत। रजस्तमश्चाभिभूय सत्त्वं भवति भारत। रजस्सत्त्वं तमश्चैव तमस्सत्त्वं रजस्तथा। रजस्सत्त्वं तमश्चैव तमस्सत्त्वं रजस्तथा। सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते। सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते। ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत। ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत। लोभः प्रवृत्तिरारम्भः कर्मणामशमस्पृहा। लोभः प्रवृत्तिरारम्भः कर्मणामशमस्पृहा। रजसेतानि जायन्ते विवृद्धे भरदर्शभ। रजस्येतानि जायन्ते विवृधे भरतर्षभ। अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च। अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च। तमस्येतानि जायन्ते विवृद्धे कुरु नन्दन। तमस्येतानि जायन्ते विवृद्धे कुरु नन्दन। यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्। यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्। तदोत्तमविदां लोकान् अमलान् प्रतिपद्यते। तदोत्तमविदां लोकान् अमलान् प्रतिपद्यते। रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते। रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते। तथा प्रलीनस्तमसि मूढयोनिषु जायते। तथा प्रलीनस्तमसि मूढयोनिषु जायते। कर्मणस्तु कृतस्याहुः सात्विकं निर्मलं फलम्। कर्मणस्तु कृतस्याहुः सात्विकं निर्मलं फलम्। रजसस्तु फलं दुःखम् अज्ञानं तमसः फलम्। रजसस्तु फलं दुःखं ज्ञानं तमसः फलम्। सत्वात् संजायते ज्ञानं रजसो लोभयेव च सत्वा संजायते ज्ञानं रजसो लोभ एव च प्रमादमोहौ तमसो भवतो ज्ञानमेव च प्रमादमोहौ तमसो भवतो ज्ञानमेव च ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति नानं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति गुणानेतानतीत्यत्रीन् देही देह समुद्भवान् गुणानेतानतीत्यत्रीन् देही देह समुद्भवान् जन्म मृत्यु जरा दुःखैर्विमुक्तो मृतमश्नुते जन्म मृत्यु जरा दुःखैर्विमुक्तो मृतमश्नुते अर्जुन उवाच अर्जुन उवाच कैर्लिङ्गैः स्त्रीन् गुणानेतान् अतीतो भवति प्रभो कैर्लिङ्गैः स्त्रीन् गुणानेतान् अतीतो भवति प्रभो किमाचारः कथञ्चैतान् स्त्रीन् गुणानतिवर्तते किं चार कथञ्चैतान् स्त्रीगुणान् अतिवर्तते श्रीभगवानुवाच श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति उदासीनवदासीनो गुणैर्यो न विचाल्यते उदासीनवदासीनो गुणैर्यो न विचाल्यते गुणावर्तन्त इत्येव योऽवतिष्ठति नेङ्गते गुणावर्तन्त इत्येव योऽवतिष्ठति नेङ्गते समदुःखसुखस्वस्थ समलोष्टाश्मकाञ्चनः समदुःखसुखस्वस्थ समलोष्टाश्मकाञ्चनः तुल्यप्रिया प्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः तुल्यप्रिया प्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः सर्वारम्भपरित्यागी गुणातीतः स उच्यते। सर्वारम्भपरित्यागी गुणातीतः स उच्यते। मां च यो व्यभिचारेण भक्तियोगेन सेवते। मां च यो व्यभिचारेण भक्तियोगेन सेवते। सगुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते। सगुणान् समतीत्यैतान् ब्रह्म भूयाय कल्पते। ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च। ब्रह्मणो हि प्रतिष्ठाहममृतास्यावयस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च। ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः। ॐ श्रीकृष्णार्पणमस्तु। यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते। कायेन वाचा मनसैन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेर्स्वभावात् करोमि यत्तत् सकलं परस्मै नारायणायेति समर्पयामि।